नमस्कारः सर्वेषाम् अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्. तत्र यङ् युगन्तदान्तूनां सार्वधातुकलकारेषु तिङन्तरूपाणि इति पाठः प्रवर्तते. गतसप्ताहे वयं वकारान्तदातुविषये किञ्चित् चिन्तनं कृतवन्तः. तत्र सूत्रसमूहः इति आसीत्. सामान्यतया तत्र तु लोपो व्योर्वलि वकारयकारयोः लोपः भवति वल् प्रत्याहारे परे इति सामान्यसूत्रम् अस्ति. तत्रैव उक्तमासीत् समग्रसंस्कृतभाषायां द्वयोः धातोः एव उदाहरणं भवति, तदपि यङ्लुकि एव प्राप्यते. अन्यत्र तु विकरणप्रत्ययः मध्ये आगच्छति अथवा इडागमस्य सम्भावना अस्ति चेत् तद्भवति इति. तत्र राल्लोपः सूत्रसमूहः इत्युक्ते तत्र राल्लोपः यङ्लुकि वकारान्तधातोः सकारे परे राल्लोपः इति सूत्रेण वकारलोपः भवति. यत्र वकारलोपः न भवति, येषां धातूनां वकारात् पूर्वं रेपः नास्ति, तत्र तु यङ्लुक् धातुः एव न भवति इति महाभाष्यस्य ज्ञापनत्वात् तदपि न भवति इति दृष्टवन्तः. इत्युक्ते यथा वकारान्तधातुः सकारे परे लाल्लोपः, परन्तु यदा वकारलोपः न भवति स्म तत्र, इत्युक्ते तेषां पूर्वः रेपः नास्ति, तादृशधातुः यङ्लुकि न भवति इति महाभाष्ये उक्तत्वा तस्य तु राल्लोपः सूत्रस्य प्रसक्तिः नास्ति इति. तोतुर्व दृष्टवन्तः गतसप्ताहे, तोतुर्वेव आसीत् वा मोमूर्च्छ्व. तोतुर्वेव दृष्टवन्तः किल, मोमूर्च्छना मामौ इति अस्मिन् सप्ताहे. अस्तु, रेपात् परस्य चकारस्य वकारस्य लोपो भवति अनुनासिकादिप्रत्यये परे, क्वि परे, जलादिप्रत्यये परे. एतदेव राल्लोपः इत्यस्य निमित्तं 6421 अङ्गकार्यं. तत्रैव श्वोः षूडनुनासिके च पूर्वतनसूत्रमस्ति 19. तत्र तुक् सहितचकारस्य स्थाने शकारादेशः भवति, अपि च वकारस्य स्थाने ऊट् आदेशः भवति अनुनासिकादिप्रत्यये परे, क्वि परे, जलादिप्रत्यये परे. निमित्तं समानमस्ति राल्लोपः श्वोः षूडनुनासिके च इत्यत्र. रेपात् परस्य चकारस्य वकारस्य लोपो भवति अनुनासिकादिप्रत्यये परे, क्वि परे, जलादिप्रत्यये परे. एकविंशतितमं सूत्रं राल्लोपः. नवदशसूत्रमस्ति श्वोः षूडनुनासिके च तुक् सहितचकारस्य स्थाने शकारादेशः भवति. अस्माकं विवक्षा तु वकारस्य विषये, वकारस्य स्थाने ऊट् आदेशः भवति अनुनासिकादिप्रत्यये परे, क्वि परे, जलादि च प्रत्यये परे. नवदश. अनन्तरं ज्वर त्वर स्विवि यवि वमाम् उपधायां च इति सूत्रमस्ति परिगणितधातूनां विषये. एतत्तु विंशतितमं सूत्रमस्ति. अतः नवदश अस्माकं श्वोः षूडनुनासिके च ज्वर त्वर इति विंशति, एकविंशतिः आसीत् राल्लोपः. परिगणितधातुः एव ज्वर त्वर शिव अव मव, येषां धातूनाम् उपधा च वकारः चेत् अनयोः मिलित्वा स्थाने ऊटादेशः भवति. अत्रापि समानानि निमित्तानि एव, अनुनासिकादिप्रत्यये परे, क्वि परे, जलादिप्रत्यये परे इति. अतः तत्र सूत्रसमूहः येन ऊट् भावः भवति, अनन्तरं यदा राल्लोपः अस्ति चेत् तस्य प्रसक्तिः अस्ति चेत् तत्र लोपः भवति इति दृष्टवन्तः. गतसप्ताहे तोतुर्व इति साधितवन्तः, अस्मिन् सप्ताहे मा मौ धातोः यङ्लुगन्तरूपं साधयामः. अस्तु महोदय, भवतः क्रमः एव. अस्तु, मामौ इति अस्ति. मामौ योगाति अत्र तत्र मामौ योगति इति अस्ति. अत्र वकारस्य चोः षूडानासिके च खलु, चोः षूडानासि वकार ऊटादेशः भवति मामु योग ति तर्हि ज्वरत्वर इति ज्वरत्वर वा ज्वरत्वर अस्तु क्षम्यतां किल ओ अस्तु अस्तु आं सत्यं सत्यं ज्वरत्वर ऊटादेश अनेन एव ऊटादेश नाट् चोः नास्ति चोः चोः तत्र किमस्ति तत्र चोः तस्य चोः अपि ऊट् भाविनः एव परन्तु तत् बाधित्वा ज्वरत्वर आम् अस्तम् अत्र मामू योगति मामोति इति भवति मामोति मामौ योग इति अत्र किमपि नास्ति मामवीति इति भवति अग्रे मामौ योगतः अत्रापि ज्वरत्वर इत्यनेन अवकारस्य ऊटो भवति मामूतः मामव्योग अति मामवति इति भवति मामव्योगसि अत्रापि वकारस्य ऊटादेशः मामू मामोषि इति भवति मामवीषि मामूतः मामूथ तत्र तत्र मामौ योग मी अत्रापि अनुनासिक अस्ति खलु तत्र अनुनासिक मामोमि इति भवति मामोमि मामवीमि अग्रे मामव् योग वः इति मामव् योग वः इति अस्ति अत्र शूगान्नासिके किम् अस्ति अत्र वकारस्य अस्तु अस्तु तत्र तत्र सामान्यसूत्रमस्ति तत्र मामव् तत्र मामव्यग वा इति अस्ति अत्र वकारलोपः भवति सन्धिसूत्रेण खलु तत् किम् अस्ति अत्र तत्र लोपोव्यवलि एव किल वल् प्रत्याहारे आमां सत्यं लोपो तदेव अस्ति लोपोर्वलि तर्हि अनन्तरम् एकं कार्यं मा मा वा खलु मा मा वा माम् लोपोर्वलि आं तदेव तदेव अस्ति मा मा वा मा मा तत्र मह इति तु अनुनासिकादि किल ओ क्षम्यताम् आं सत्यं सत्यम् अत्र भवति अनुनासिक मामू मामूमः इति भवति तर्हि मामोति मामवीति मामूतः मामवति मामोषि मामवीषि मामूतः मामूत मामोमि मामवीमि मा तत्र मा तत्र किम् अस्ति मा मामावः अनन्तरं मामू मामूमः इति भवति समीचीनं तत्र मामवति इत्यत्र अपि लोपोव्योर्वलि एव अस्य सूत्रस्य तु अति अकारः किल कुत्र मामवति अत्र न भवति खलु तत्र लोपोर्वलि अपि नास्ति खलु सत्यं लोपोव्योर्वलि अपि वर्णमेलनमेव तत्र वल् नास्ति खलु अति अस्ति मामवति मामवति इत्येव तत्र किमपि वकारलोपः एव न भवति मामवति एकस्मिन् स्थले एव तादृशं मामवति वकारः दृश्यते एकस्मिन् स्थले एव अन्यत्र यदा इका मामवीति मामवीषि मामवीमि तत्रापि वकारः दृश्यते मामावः इत्यत्र वकारः दृश्यते परन्तु तत् प्रत्ययवकारः न तु धातोः वकारः अत्र तु अतो दीर्घो ययि इत्यनेन दीर्घः अपि भवति मामवतु इति तद् भिन्नमस्ति खलु मामवतु इति मामवति सरस्वती तद् तदेव वा नास्ति खलु मामवती अवतु इति माम् अवतु इति माम् अवतु इति तद् भिन्नमस्ति मामवतु इति मां पातु इति अर्थे तद् भिन्नम् आमां तत्र माम् अवतु इति सत्यं समीचीनं वेदशक्तिवतु मामवतु सरस्वती इति खलु कर्णाटकसंहितायाम् अस्ति खलु स्तोत्रं स्तोत्रमपि अस्ति तत्र कर्णाटकसङ्गीते तत् बहु प्रसिद्ध तदपि आम् तदपि आम् अस्ति तत्र नीलेश् महोदयस्य नूतन आप् अस्ति कोशदर्शनम् इति अद्य एव सः उद्घाटनं कृतवान् कोश अस्ति वा उत्तमं कोश संस्कृत sanskritkosha.com इति आसीत्। संस्कृतकोश इति तत्र नास्ति वा? तत्र अत्रापि अत्रापि अस्ति, परन्तु तत्र अधिकाः कोशाः सन्ति। पृथक्तया कृतवान् किल, अतः संस्कृतकोश डाट् काम्। संस्कृत सका यस् क्यापिटल्, कोश अगेन् यस् क्यापिटल्, परन्तु एकः एव एकमेव पदं संस्कृत। अन्यदपि अस्ति कोश डाट् इन् अस्ति, संस्कृत टुडे इत्यस्य, तस्य तस्यापि अस्ति। आम्, अशोक महोदयस्य तदपि अस्ति, परन्तु अत्र सः पृथक्तया आप् निर्माणं कृतवान्, अत्र अधिकाः सन्ति, अधिककोशाः सन्ति। लिङ्क् अपि अस्ति वा अष्टदायिक कृते? लिङ्क् अपि अस्ति वा? तत्र लिङ्क् स्थापितवान् वा? तत्र नास्ति खलु तादृश, यदि तत्र तत्र न आगच्छति, तद् पृथक्तया एव सः स्थापितमस्ति। प्रायः अग्रे सः तादृशं किमपि करोति, गूगल् एव अस्ति। मव् मव् एव किल, मव् इत्येव धातुः किल, मव् मव् मव् एव मम बन्धने बन्धने बन्धने इति अस्ति, अत्र मामवति इति न भवति। टु टै, टु रेस्ट्रिक्ट्, टु हिण्डर् इति अर्थः। तत्र आरक्षकः कलान् मामवति, आरक्षकाः कलान् मामवति मामवति भवति। सत्यं सत्यं, मामवति बन्धने इति अस्ति। समीचीनम्। उषा भगिनी भवती लोट् वदति वा? मामव् मामव् इति अङ्गं, मामव् योगः तु, मामव् योगः तु ज्वर त्वर स्रिव स्रिवि मव् अवि मवि इति उपादायाश्च वाम् उपादायाश्च इत्यनेन वकारस्य स्थाने जलीपरः अस्ति, तु इति जलीपरः अस्ति इत्यनेन वकारस्य स्थाने उकार आदेशः भवति। माम उ योगः तु, अत्र मामो गुणसन्धिः एव भवति, मामो मामोतु मामोतु इत्येव भवति, मामो इत्यस्ति अनेन गुणकार्यमपि नास्ति, मामो तु। अनन्तरं मामव् योगः गुणकारं नास्ति खलु तत्र? नाट् तत्र ज्वरत्वर इत्यनेन उपादायाः तस्य एव भवति खलु? वकार वकारस्य स्थाने उकारः, माम उ मका अकार उकार अकार वकारस्य स्थाने खलु तत्र उपादाय वकारस्य स्थाने एव उ भवति खलु महोदय? न वकार उपादा अपि च मिलित्वा खलु? ओ अस्तु, वदति किल तादृशमेव खलु, अतः अन्यथा तत्र अनिष्टरूप भवति। ज्वर त्वर स्रिव मवि अङ्गस्य उपादायाः वः उपादायाः भवितुमर्हति, रूप भवति, परन्तु तादृश न, अन्यत्र क्लेशः भवति, स्थाने मिलित्वा उपादायाः खलु उपादा इति अवस्थाने अन्यथा कित् प्रत्यये परे नित् प्रत्यये परे क्लेशः भवति, तत्र मामूतः इति न भवति खलु, मामोतः इति भवति भवत्याः गुणः। ओके, अवस्थाने अस्तु, सो मा मामू अनन्तरं गुणकार्यं भवति, गुण अजन्तधातुः इत्यनेन अदन्न अवर् नार्मल् सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यं भवति, मामोतु इति भवति। अस्तु, अनन्तरं मामव् योगः ईतु, अत्र गुणकार्यं बाधितं भवति, मामव् योगः ईतु इति स्थिते जल् अपि नास्ति, गुणकार्यमपि नास्ति, मा मामव् योगः ईतु then mama no not itu mamav yogah itu eva mama vitu mama vitu eva mama vitu then tat api tat iti jal जल् इत्यनेन अवस्थाने मामयोगः तात् इति कृते अवस्थाने ऊ आदेशः भवति मामू योगः तात् मामू मामू तात् इत्येव भवति अत्र गुणकार्यं नास्ति अनन्तरं मामवयोगः तां माम ताम् अपि जल् इत्यनेन अवस्थाने ऊ आदेशः भवति मामूतां अतु अतु अपि मामव योगः अतु वर्णमेलनमेव मामवतु इति भवति अनन्तरं हि अपि च तात् मामवियोगः हि जल् अस्ति जल् अस्ति मामव योगः हि स्थाने प्रथमं धि आयाति हू जल् दियो हेर् धिः इत्यनेन हि स्थाने धि मामवियोगः धि इति भवति धि इति झल् इत्यनेन मामवियोगः धि स्थाने मा अवस्थाने ऊ आदेशः कृत्वा मामू योगः धि अत्र गुणकार्यमपि नास्ति डसन्ट् सौण्ड् रैट् भगिनि तत्र जल् इति वा पश्यतु भगिनि जबगडदश एव जल् किल अत्र परमम् अस्ति शससर् खल् खलु भगिनि चषसर् वकारः कुत्र नास्ति खलु हल् नास्ति किल हल् हयवरट् एव किल ऐ थाट् हि स्थाने धि भवति जल्भ्यो इति पञ्चमी परकार्यम् ओ मकार वकार वकार अस्तु अस्तु यदा भवती यदा कृतवती एव तत्र ध्वनिः सम्यक् न आसीत् किल यदा मामव योगः हि स्थाने जल् नास्ति अत्र धातु अन्तिम वकारः जल् नास्ति इत्यनेन हि स्थाने धि आदेशः नास्ति देन् मामवियोगः हि इति कृते हि इति अत्र ज्वर त्वर स्रिवि अवि मवि माम् उपधायाश्च इत्यनेन अवस्थाने उकार आदेशः भवति अनन्तरं बिकास् जल् जलि जलि खलु जलि तत् सामान्यसूत्रमस्ति सामान्यसूत्रमस्ति अस्माकं उपधायाः अङ्गस्य उपधायाः वः च ऊट् क्वि जलोः अनुनासिके च हि प्रत्यय हि इति हकार ओ जल् जल् जल् अस्ति सर् हल् हकार जल् एव किल जल् सो अव् स्थाने ऊ भवति मामू मामू अनन्तरं मामूहि किमपि अन्यत् नास्ति अनन्तरं तात् मामवियोगः तात् तात् इति जल् प्रत्ययः परः अस्ति इत्यनेन ज्वर त्वर स्रिवि अवि मवि माम् अवि वाम् हौ शुड् ऐ से अवि मवाम् उपधायाश्च इत्यनेन अवस्थाने मामौ इत्यस्य अवस्थाने उकार आदेशः भूत्वा मामू तात् तदा एव तम् अपि च त मामूतं मामूत अनन्तरं आनि लेट् मी आनि आव आम पित् प्रत्ययः बट्ट अजातिपित् इत्यनेन गुणकार्यं बाधितं भवति. अवसरः एव नास्ति किल, अवसरः अपि अपि नास्ति. मामव्योगः आनि अत्र जल् प्रत्ययः परः नास्ति. सो माम् अवानि, माम् अवाव, मा मवाम इति. समीचीनं समीचीनं. तत्र यदा गुणस्य अवसरः अस्ति चेत् नाभ्यस्तस्य अचिप् इति सार्वधातुके, अत्र तु नास्ति एव. अतः मामवानि, मामवाव, मामवाव हि प्रत्यये परे चिन्तनं सम्यक् आसीत्. जल्भ्यो एर्भिः अपि न भवति, परन्तु उट् आदेशः तु भवति एव. मा मोतु, मा मवीतु, मा मूतात्, मा मूतां, मा मवतु, मा मूहि, मा मूतात्, मा मूतां, मा मूत, मा मवानि, मा मवाव, मा मवाम. मा मवाव, मा मवाम. सम्यक्, धन्यवादः. आं, विजया भगिनी लङ् अरुणा भगिनिना आगतवती किल. विजया भगिनी अस्मि अस्मि अस्मि महोदय. अस्ति वा, अस्ति वा, सम्यक्. म्यूट् मध्ये आसम्. अस्तु अस्तु. लङ् लङ् लुङ् लृङ्क्षु अडुदातः इत्यनेन सर्वत्र अडागमः भवति. अनन्तरम् अत्र एतत् अत्र मामौ, अनन्तरम् अत्र अहम् अग्रे किञ्चित् कालानन्तरं वदामि महोदय. अस्तु अस्तु, नास्ति चिन्ता. रघुपति महोदय वदति वा महोदय? अस्तु अस्तु. मामौ, मामौ अडागमः, मामौ मामवयुगत् इति अस्ति तत्र. ज्वरतर इत्यनेन मामू, मामू, मामोत्, अमा मामोत्, अमामोत्, अमामोत् इति भवति. मामौ किञ्चित् क्लेशः भवति, अतः अनन्तरं योजयामि. मामौ यगीत्, मामवीत्, अमामवीत् इति भवति. अग्रे मामौ योगतां, मामू, तत्र अवस्थाने ऊट् आदेशः भवति. अमामूताम् इति भवति. मामौ योगवुः, मामौ योगौः, मामवुः, अमामवुः इति भवति. मामवुः खलु, अमामवुः इति. अत्र स् अस्ति, तत्र तत्रापि ऊट आदेशः भवति. अत्र अनन्तरं गुणः अमामोः इति भवति, सकारस्य विसर्गः भवति. अमामोः मामव योगैः अमामौ, अमामवीः इति भवति. तदा वर्णमेलनम् अमामौ योगतां तम्, अत्रापि औस्थाने ऊट् आदेशः, ज्वरतर इमाम् ऊट् इत्यनेन मामौ योग, मामू, मामूतम्, अमामूतम्, अमामूत. अग्रे अम् इत्यस्ति, मामौ योग अम्, तत्र नास्ति वर्णमेलनम्. अमामवम् इति भवति, अमामवम्. अग्रे व इति, मामौ योग व इति अस्ति, मामौ योग, अमामौ योग व इति अस्ति. तत्र तत्र न भवति वकारस्य लोपः न भवति अनेन सूत्रेण, ऊट् आदेशः न भवति. अतः तत्र लोपः भवति, लोपो वो योर् वलि इत्यनेन लोपः भवति. अमाम योग व, अमा अमामाव इति भवति. अत्र अतो दीर्घो ये इति, अमामाव इति भवति. अग्रे मा इति अस्ति तत्र अनुनासिका अस्ति अतः तत्र ऊट् आदेशः भवितुमर्हति अमामूम इति भवति तर्हि अमामोत् अमामवीत् अमामूताम् अमामूताम् अमामवुः अमामोः अमामवीः अमामूतम् अमामूता अमामवम् अमामाव इति भवति अमामूम इति सम्यक् एव महोदय धन्यवादः उषा भगिनी विधिलिङ्ग् यात् यातां युः मामव्युगः यात् यात् वल्लपि नास्ति राल्लोपः अपि कार्यं नास्ति लोपव्योर्वलि कार्यं नास्ति चुवोः शूडनुनासिके च अपि कार्यं नास्ति ज्वरत्वरा श्रीवि मवि उपदायांश्च इत्यपि कार्यं नास्ति भगिनि नास्ति आम् सत्यं सो मामव्यात् दत् ओके मामव्यात् मामव्यातां मामव्युः डसन्ट् सौण्ड् राइट् ओके मामव्याः मामव्यातं मामव्यात मामव्यां मामव्याव मामव्याम वर्णमेलनमेव भगिनि सो व्यात्र व्यातां इति सौण्ड्स् सत्यम् यदा भवती उक्तवती तत्र तु सूत्रस्य प्रसक्तिः एव नास्ति किल अतः किमपि आम् कार्यं तु न भवति सम्यक् एव भवती एव अग्रिमम् आरम्भं करोतु भगिनि तत्र किं ज्वर ज्वर किल ज्वर् दातु ज्वर् दातु जा ज्वर् इति भवति ओके ओ जातर् हल्सरल्लोपः देन् दीर्घ ओके दीर्घः भवति जाज्वर् जाज्वर् ज्वर्योगः ति ज्वरत्वर ज्वरत्वर स्रिवि अवि मवि उपदायांश्च इत्यनेन त्वर् त्वर त्वर जाज्वर् जाज्वर् योगः योगः ति जाज्वर् योगः ति इति कृते जाज्वर् ज्वर त्वर स्रिवि मवि सुस् इत्यनेन उपदायाः वः सो अव् स्थाने जाज्वर् नो रकार अस्ति वकाररेपः अस्ति इत्यनेन राल्लोपः क्षम्यताम् वकार अकारयोः स्थाने ऊट् आदेशः भवति उपदाय वकारस्य भवति एव कुत्रापि भवतु परन्तु उपदायमकार उपदायाः तत्र भवति एव इति अस्ति खलु तादृशा ज्वर् ज्वर् उपदायाः अकारः उपदायाः अकारः अपि च अव् अव् स्थाने खलु भगिनि अव् अव् अव् नास्ति वा इदानीं वकारः अपूर्णवकारः स्थाने ऊट् भाविनः ओ सो जा जा ज्वर् इति कृते जाजूर् जाजूर् भवति ओके सत्यं भगिनि स्टिल् द अव् स्थाने बट् अव् इस् नाट् देर् खलु भगिनि जाज्वर् समीचीनं भगिनी तत्र सूत्रं पश्यति चेत् किं वदति इत्युक्ते धातूनाम् उपधा च धातूनाम् उपधा उपदायाः वकारः धातूनाम् उपधा च वकारः च इति अनयोः मिलित्वा स्थाने ऊट् आदेशः भवति इदानीं ज्वर इति स्वीकुर्मः, सामान्यतया ज्वर एव स्वीकुर्मः, उपधायां कः वर्णः अस्ति? अकारः अस्ति. अकारः अस्ति, वकारः अण्ड् अकारः, वकारः अकारः च, इतः वकारः एव किल पूर्णवकारः. आम् आम् अवगतम् अवगतं किल. तत्र उपधायां कः वर्णः इत्येव, यदा मव् इति केवलं मव् इति स्वीकुर्मः तत्र मकारः तु अस्ति, उपधायां कः वर्णः? अकारः, अव् इति भवति. इदानीं वकारोत्तरवर्ति अकारः, अन्ध्वकारः. अस्तु अस्तु भगिनि, समीचीनमेव. जाजूर् जाजूर् भवति, जाजूर् योगः ति सार्वधातुक आधारधातुकयोः, जाजूर् इति जाजोर् जाजोर्ति जाजोर्ति इति भवति, जाजोर्ति. अनन्तरं ईति, ईति इति कृते गुणकार्यं बाधित्वा जाजूर् योगः ईति जाजूर् जाजूरिति इति भवति. ईति ईति नास्ति, जलि नास्ति, जलि नास्ति. सो जाज्वर् योगः ईति, जाज्वर् योगः ईति इति कृते गुणकार्यमपि नास्ति, ऊट् भाविनः अपि, ऊट् आदेशः अपि नास्ति, द जाज्वरीति इति भवति. खलु भगिनि, जाज्वरीति. अनन्तरं तः, तः इति त इति जल् प्रत्ययः इत्यनेन वकार अकारस्थाने, वकार अकारस्थाने ऊट् भाविनः, ऊट् भाविनः इत्यनेन जाजूर् इति अङ्गं भवति. जाजूर् योगः तः, जाजूर् योगः जाज् गुणकार्यमपि नास्ति, जाजूर्तः, जाजूर्तः. अनन्तरं जाजूर् योगः न न जा ज्वर् योगः अति जाज्वरति इति भवति. अनन्तरं सी ईशि, जाज्वर् योगः सी, सी इति बल् नाट् बल् झल् प्रत्याहार इत्यनेन वकार अकारस्थाने ऊट् आदेशः भवति. जाजूर् जाजूर् योगः अति जाजूर्षि इति भवति, जाजूर्षि. अनन्तरं गुणः भवति जाजोर्षि. आं भगिनि, आम् आम्. अत्र मम किञ्चित् प्रश्नः अस्ति, भवती वदतु, अहम् अन्यत्र कुत्रापि दृष्टवती, तत् पश्यामि. बाधितं कुत्र, केन बाधितं, विना जानामि, परन्तु बाधितम् इति प्रत्ययः एव जाजोर्षि. ओके, देन् जाज्वर् योगः ईषि, ईषि गुणकार्यं न पित् प्रत्ययः गुणकार्यं बाधितं भवति. जाज्वर् योगः ईषि, जा जल् अपि नास् जलादिप्रत्ययः अपि नास्ति, ऊट् भाविनः अपि, सो ऊट् भाविनः न भवति. जाज्वर् योगः ईषि जाज्वरीषि इति भवति, जाज्वरीषि. अस्तु, तः त जल् इत्यनेन ऊट् आदेशः भवति, जाजूर् जाजूर्तः जाजूर्त इति भवति. मि ईमि, मि अनुनासिकप्रत्ययः. न उपादायः तत्र इदानीं तत्र उपादायः गुणः न भवति खलु, वयं गुणः कृतवन्तः, तदेव अहं नाभ्यस्तस्य अचिपिति अचिपिति खलु, अचिपिति एव किल, अचिपिति नास्ति किल, परन्तु अनेन कुत्रचित् तत्र न उपादाय खलु, पुगन्त लघुवचनं न भवति एव खलु, कुत्र अस्ति खलु, दीर्घ अस्ति खलु, दीर्घस्य न भवति खलु, ह्रस्वस्य एव भवति खलु, तदेव जाजूर्ति इति तदेव अहं जाजूर्ति उपदाय लघु पुगन्तलघुपदस्य न इति खलु तत्र वयं सत्यं दीर्घ बाधितं वा इति चिन्तितम् कृतवती किमर्थं केन सूत्रेण बाधितं केन सूत्रेण बाधितम् इति अस्तु अस्तु अस्तु पुगन्त लघुपदस्य च जाजूर् जाजूर् ओ उपदा दीर्घ ऊकार अस्ति इत्यनेन गुणकार्यं क्लिष्टस्य तत्र सम्पादने तत्र सुलभस्य किमपि सूत्रं बाधितम् इति जानामि केन सूत्रेण बाधितम् इति लघु उपदा नास्ति अस्तु अस्तु लघु उपदा नास्ति सो जाजोर्ति नाट् जाजोर्ति जाजूर्ति एव जाजूर्ति जाजूर् नाट् जाजूर् देर् जाज्वरीति जाज्वरीति जाजूतः जाजू न जाज्वरति इशो जाज्वरीति जाजूतः जाज्वरति अस्तु भगिनि सत्समीचीनमेव आम् सि अपि जाजूर् योगः सि गुणकार्यं लघु उपदा नास्ति इत्यनेन गुणकार्यं नास्ति जाजूर्षि जाजूषि देन् जाज्वरीषि जाजूर्थः जाजूर्थ मी इमि मी अनुनासिका अनुनासिका इत्यनेन ज्वर त्वर इत्यनेन वकारस्य वकारकारस्थाने उ आदेशः भवति जा जूर् योगः मी गुणकार्यं नास्ति जाजूर्मि जाजूर्मि जाज्वरीमि जाजूर्वः जाजूर्मः व इति जाज्वर्योगः वः जाज्वर्योगः वः इति कृते अनुनासिका अनुनासिका नास्ति जल् अपि नास्ति अनुनासिक जल् ओके ओ सो जाज्वर्वः वा तत्र दीर्घः एव भवति आतो दीर्घो यै आतो दीर्घो यै इत्यनेन यै प्रत्याहारः अस्ति सो जाज्वरा दीर्घ भवति वा जाज्वर् इति खलु अत्र अतो दीर्घ नास्ति खलु जाज्वर् युगवः अत अन्त अङ्गं नास्ति भगिनि सत्यं जाज्व जार् मह मह अनुनासिकप्रत्ययः परः अस्ति इत्यनेन जाजूर् इति भवति जाजूर् जाजूर्मः जाजूर्वली अपि नास्ति जाजर्वः इत्यत्र यदा उपोव्योर्वलि नास्ति तदा अतो दीर्घो यै अपि तस्य प्रसक्तिः अपि नास्ति ययादिप्रत्ययः परः नास्ति अतः जाजर्वः ज्वर इति ज्वर वा ज्वर ज्वर एव ज्वरः एव फीवर् आं फीवर् इत्येव उवादिगणीयधातुः अस्ति रोगे ज्वररोगे इति अर्थः समीचीनं सम्यक् लोट् वदामि लोट् इदानीं तु ई तु तात् ताम् अतु शीतात् तं त आनी आव आम इति अस्ति इदानीं धातुः तु ज्वर् इति अस्ति जाज्वर् इति भवति जाज्वर् अत्र तु अस्ति अत्र तु गुणकार्यं भवति अतः तत्र जाज्वरु अत्र गुणकार्यं भवति चेत् गुणः नास्ति ज्वरत्वर इत्यनेन ज्वरत्वर इत्यनेन अत्र वकारस्य उपधाया च स्थाने ऊट् आगमः भवति, अतः वकारस्य स्थाने उकारः भवति, अतः जाज् जाजूर् इति भवति, जाजूर् योगः तु जाजरतु इति भवति, जाजूर् योगः तु जाजूर्तु, जाजूर्तु इति भवति जाजूर्तु. अनन्तरम् अत्र ईतु अस्ति, ईतु तु गुणनिषेधः प्रत्ययः अस्ति, अतः जाज् जाज् जाज्वर इति भवति, जाज्वर योगः ईतु भवति, अत्र गुणनिषेधः भवति, अतः तत्र ऊट् निषेधः, परन्तु गुणनिषेधः नास्ति, ऊट् न भवति तावदेव गुणनिषेधः. ईतु इत्यनेन एतत् अजादि प्रतिमस्ति. अनन्तरम् अत्र वकारस्य स्थाने न किमपि न भवति भगिनि, केवलं वर्णः वकारस्य उपधायस्थाने नास्ति, जलादौ जल् नास्ति अत्र, अतः जल् नास्ति. अतः तत्र जाज् वरीतु इति भवति, सम्यक् जाज् वरी जाज् वरीतु इति भवति. अनन्तरं तात् अस्ति, तात् अपि अत्र जल् अस्ति, अतः तत्र वकारस्य स्थाने ऊट् आगमः भवति, अतः जाज् जाजू जाजूर् तात् इति भवति, सम्यक् जाजूर् जाजूर् तात्. अनन्तरं ताम् अस्ति, जाजूर् तां भवति. अनन्तरम् अतु अत्र गुणनिषेधः भवति, अतः तत्र जाज् वरतु इति भवति, जाज् वरतु इति भवति. इदानीं ही तात् अस्ति, ही जाज् वर् अस्ति, ही स्थाने जल्ब्यो हेर् इत्यनेन हू जल्ब्यो हेर् दिद् इत्यनेन हि हकारस्य स्थाने दि भवति, अतः न भवति वा, किमर्थम् अत्र जल्ब्यो एव किल रेपः अस्ति, यवरट् हयवरट् जल् अनन्तरमेव अतः तत्र किमपि आदेशः न भवत् हि तादृशमेव तिष्ठति. जाज् जाज्वर्षि इति भवति, जाज्वर् जाज्वर् योगः हि किल इत्यनेन ऊट् आदेशः भवति किल, तद् तु आमामां जाज् जाज् ऊकारः भवति, जाज् ऊर्हि इति भवति, जाजूर्हि जाजूर्हि इति भवति, जाजूर्हि समीचीनं जाजूर्हि. अनन्तरं तात् अस्ति, पूर्वमेव दृष्टवन्तः, जाजूर् तात् इति भवति, जाजूर् तात्. अनन्तरं जाजूर्त जाजूर्तं जाजूर्त. इदानीम् आनी आवाम अत्र अत्र आनी आवाम अस्ति, जाज्वराणि खलु महोदय, जाज्वराणि नी अत्र इन्कोः इति कार्यं नास्ति एव खलु, तद् न तद् अस्माकम् अट्कुप् वाङ्नुं व्यवायेपि न अट्कुप् वाङ्नुं व्यवायपि. अनन्तरम् अट्कुप् वाङ्नुं व्ययवापि इति अनेन आकारः तिष्ठति, अतः तत्र दन्त्ये नकारस्य स्थाने मूर्धन्य दकारः भवति, जाज् वराणि इति भवति, जाज् वराणि, जाज् वराणि, अनन्तरम् आव आम अस्ति, जाज् वराम, जाज् वराम, जाज् वराम इति भवति. सम्यक्, तावदेव. तत्र केवलं धन्यवादः. धन्यवादः महोदय. पुनः भवान् लङ् कृतवान् किल पूर्वस्मिन् सत्रे, तत् प्रायः उषाभगिनी भवती लङ् करोतु महोदय विधिले. सकार इत् जाज्वर् जाज्वर् जाज्वर् योगः तु, जाज्वर् योगः तु, तु इति जल् अस्ति, पित् प्रत्ययः अस्ति, अजाज्वर् प्रथमम् अडागमः, अजाज्वर् योगः तु जल् अस्ति, ज्वर् ज्वर त्वर इत्यनेन उपदा अपि च अकार वकार, सो वकार इस् अकारः उपदा अपि च वकारः, सो वकारस्य स्थाने उ आदेशः भवति, अजाजूर् अजाजूर् योगः तु, अजाजूर् योगः तु उपदा दीर्घ ऊकारः इत्यनेन गुणकार्यं पुगन्तलघुपदस्य इत्यनेन नास्ति, अजाजूर्त् देन् वाट् इस् दट् सूत्र 8 to 23 संयोगान्तस्य लोपः वा इल् नो नो नो न तु इस् वाट् इस् दट् हल्ङ्याभ्यो दीर्घात् अपि अस्ति खलु भगिनि, हल्ङ्याभ्यो दीर्घात् इत्यनेन तकारलोपः भवति, अजाजूर् इति एव रूपं भवति, अजाजूर् इति रकार रेपस्य स्थाने विसर्गः भवति, अवसानः अस्ति अस्ति इत्यनेन करवसानयो विसर्जनीयः इत्यनेन अजाजूः इति भवति. समीचीनम्. अजाजूः अजाजूः अनन्तरम् अजाज्वर् योगः ईत् ईत् जल् नास्ति, अजा गुणकार्यम् अपि नास्ति, अजाज्वरीत् एव भवति. देन् ताम् अपि च उः तु हित् ताम् उः अजाज्वर् योगः ताम् ताम् इति जल् ज्वर त्वर इत्य ज्वर त्वर स्रिवि अवि मव् मवाम् उपादायाश्च इत्यनेन इत्यनेन वकार अकारयोः ऊकार आदेशः भवति, जाजूर् जाजूर् योगः ताम् जाजूर् जाजूर्ताम् अजाजूर्ताम् इत्येव भवति, अजाजूर्ताम् देन् उः अजाजु अजाज्वर् योगः उः उः जल् नास्ति, पित्तपि नास्ति, अजाज् अजाज्वर् अजाज्वरुः अजाज्वरुः इत्येव भवति. सत्यम्. अनन्तरम् अजाज्वर् योगः सकारः अजाज्वर् योगः सकारः सकारः जल् सो उपदा अकार अपि च वकार, सो उ भवति, अजाजूर् अजाजूर् भवति, अजाजूर् योगः स् अनन्तरं हल्ङ्याभ्यो दीर्घाच्युतिस्य पृक्तं हल् इत्यनेन लोपः भवति, सकारस्य लोपः भवति, अजाजूर् अजाजूर् एव भवति, अजाजूः एव भवति. अन्द् अजा अजाज्वर् योगः ईः जल् नास्ति, गुणकार्यं नास्ति, अजाज्वर् अजाज्वरीः इत्येव भवति, अजाज्वरीः. अनन्तरं तम् अजाज्वर् योगः तं तं जल् इत्यनेन ज्वर त्वर इत्यस्य कार्यं भवति, अजाजूर् अजाजूर् योगः तम् अजाजूर्योगः तम् इति कृते तम् अजाजूर्तम् एव भवति. अत तदा एव अजाजूर्त इति भवति. अम् अम् व म अम् पित् प्रत्ययः अजाज्वर्योगः अम् जलि नास्ति इत्यनेन ऊट् ऊट् कार्यं नास्ति. अजाज्वर् योगः अम् अजाज्वरम् एव भवति. अजाज्वरम् अजाज्वरं गुणकार्यमपि नास्ति. व म व व झल् नास्ति, झल् नास्ति, अन्देन् पित् अपि नास्ति. अजाज्वर् योगः व अजाज्वर् व नो नो दट् डस् राल् लोपः पूर्वमपि इदानीं कृतं उत्तमपुरुषे द्विवचने कृतं तदेव अस्ति जाज्वर्व. अनन्तरं मा अनुनासिका इत्यनेन ज्वरत्वर कार्यं भवति. अजा अजाजूर् भवति, अजाजूर्म. समीचीनम्, अजाजूर् सम्यक्. तावद् महोदय विदिलि. अस्तु, तत्र किमपि नास्ति, तत्र ऊट् आदेशः अपि न भवति, किमपि कार्यमपि नास्ति तत्र. वर्णमेल जाज्वर्यात् ज्वाज्वर्यातां, ज्वाज्वर्युः ज्वाज्वर्याः, ज्वाज्वर्यातं ज्वाज्वर्यात् ज्वाज्वर्या ज्वाज्वर्यां ज्वाज्वर्याव ज्वाज्वर्याम इति. समीचीनम्, अग्रिमम् आरम्भं कुर्मः महोदय. कृष् शकारान्तः अस्तु. आम्, चोकृष् इति, कृष् कृष्. अनन्तरं तत्र चुकृष् इति भवति, चोकृष् इति भवति, चोकृष् इति अस्ति. कुहोस्तुः किल, आम् कुहोस्तुः. एकनिमिष, अत्र किमस्ति, अत्र चोकृष्. ओके, अस्तु, चोकृष् चोकृष्. हा, चोकृष् योग ति इति अस्ति, चोकृष् योग ति. इदानीं तत्र पुगन्तलघुपति इत्यनेन चोक्रोश् चोक्रोश् योगति. इदानीं चोक्रोश् योगति इति अस्ति, षकार अस्ति, षकारः तकार अस्ति तत्र. तत्र किमस्ति, षत्वं भवति खलु, षत्वं भवति, केन सूत्रेण भवति षत्वं भवति, चषां शः एकमश्रीमध्यराजं शः इत्यनेन भवति. आं, षत्वं व्रश्च व्रश्च चषांशः इत्यनेन चोक्रोश् चोक्रोश् न चोक्रोश् एकनिमिषं चोक्रोश् अस्तु चोक्रोश् चोक्रोश् योग ति चोक्रोश् योग. अनन्तरं तत्र अष्टुत्वं चोक्रोष्टि इति भवति, चोक्रोष्टि चोकृष् योग इति चोकृषीति चोकृषी चोकृषीति इति किमपि नास्ति तत्र वर्णमेलनं. चोकृष् योगतः अत्र चोकृष्टः इति भवति, अत्र षकारस्य षकारस्य षत्वम् अनन्तरं चुत्वं चोकृष्टः. चोकृष् योग अति चोकृषति इति भवति, चोकृष् योगसि चोक्रोश् योगसि तत्र चोक्रोश् योगसि इति अस्ति. अस्तु, तत्र षकारः भवति चोक्रोश् इति चोक्रोश् योगसि. इदानीं सकारसि इति अस्ति, अत्र षकारस्य ककारः भवति षडोकः सि इति न चोक्रोक् योगसि चोक्रोक् चोक्रोक्षि इति भवति. अनन्तरं षत्वं भवति चोक्रोक्षि चोकोक् चोक्रोक्षि खलु तत्र चोक्रोक्षि सत्यं चोक्रोक्षि षत्वं षडोः कहसि इत्यनेन कुत्वम् अनन्तरं सकारस्य आदेशकृ चोक्रोक्षि चोक्रोक्षि चोकृषीषि चोकृषीषि इति भवति. चोकृष् योगतः चोकृष्ठः इति भवति, चोकृष्टः इति भवति, चोकृष्ठ इति अत्र षत्वम् अनन्तरं स्तुत्वम् अग्रे चोक्रोश् चोक्रोश् योग तत्र चोकृष् चोक्रोश् चोक्रोश् योग मि अत्र चकार मकार तत्र किमपि नास्ति चिन्तयामि चोकृषि नास्ति चोकृषीमि इति भवति चोकृष्वः चोकृष्मः तर्हि चोक्रोष्टि चोक्रुषीति चोकृष्टः चोकृषति चोक्रोषि सारि चोक्रोक्षि चोकृषीषि चोकृष्टः चोकृष्ट चोक्रोष्मि चोक्रोष्मि चोकृष्वी चोकृषीमि चोकृष्वः चोकृष्मः इति रूपाणि. समीचीनं, सम्यक्, तावदेव. उषा भगिनी लोट् करोतु, विजया भगिनी लङ्क्. ओके, चोकृष् दातु, चोकृष् यङ्ग् लुगन्ताङ्ग. चोक्रोष् चोकृष् योगः तु, चोकृष् योगः तु, तु पित् प्रत्ययः पुगन्तलघुपदस्य च इत्यनेन चोक्रोष् योगः तु, चोक्रोष् योगः तु, चोक्रोष् योगः तु व्रश्च भ्रश्च सृज मृज इत्यनेन चोक्रो शकारस्य शङ्करशकारस्य स्थाने मूर्धन्यशकारः चोक्रोष् चोक्रोष् योगः तु, चोक्रोष् योगः तु अनन्तरं शृणाष्टुः इत्यनेन चोक्रोष्टु चोक्रोष्टु इति भवति. ई तु चोक्रुष् योगः ई तु, ई तु पित् नास्ति, सो चोक्रुष् एव भवति. पित् अस्ति परन्तु गुणकार्यं बाधितं भवति. चोक्रुष् योगः ई तु, व्रश्च भ्रश्च कार्यं नास्ति वा, चशांशः इत्येव भवति खलु भगिनि. अत्र निमित्तं किं? ज्वर व्रश्च भ्रश्च सृज मृज यज राज ब्राज चशांशः जलि जलि इति अत्र जलि अपि नास्ति. ई तु सो चो चोकृष् योगः ई तु चोकृषीतु इति एव भवति. चोकृषीतु तु ताळवेशकार एव भवति भगिनि, अथवा ओ इङ्कोः अपि नास्ति. नो ई तु चोकृष् योगः ई तु अकारस्य इङ्को एव भवति खलु. तत्र अत्र षकार एव तालव्यषकार दन्त्यषकारस्य एव षकारः भवति. आमामाम् आम्, चोकृष् योगः ई तु चोकृषीतु चोकृषीतु एव भवति. अनन्तरं तात् चोकृष् योगः तात् तात् अपि प्रत्ययः जल् प्रत्ययः गुणकार्यं नास्ति. देन् महोदय वेण्ट् टु फास्ट् ऐ गुण् चोकृष् योगः तात् योगः तात् भ्रश्च भ्रश्च कार्यम् अस्ति. चोकृष् योगः तात् चो शकारः मूर्धन्यशकारः भवति. चोकृष् योगः तात् देन् तात् मूर्धन्यशकारः अस्ति इत्यनेन श्रुनाष्टुः इत्य कार्यं भवति. चोकृष् चोकृष् तात् चोकृष्टात् ननु चोकृष्टात् भवति. ताम् तामपि गुणकार्यं नास्ति. जल् जली अस्ति इत्यनेन व्रश्च भ्रश्च सृज मृज यज राज एव कार्यं करोति. चो चोकृष् मूर्धन्यशकारः चोकृष् योगः तां चोकृष्टाम् एव भवति. अतु चोकृष् चोकृष् योगः अतु अतु अपित् प्रत्ययः गुणकार्यमपि नास्ति, जल् अपि नास्ति, सो सकारत्वमपि नास्ति, वर्णमेलनमेव चोकृषतु इति भवति. अनन्तरं मध्यमपुरुष हि भवति. मध्यमपुरुष एकवचनं चोकृष् योगः हि शकारः चोकृष् शकारः जल् नास्ति. जल् शसर् जल् अस्ति अस्ति इत्यनेन हकारस्य स्थाने धकार आदेशः भवति. हु जल्भ्यो हेर्दिः चोकृष् योगः दि इति भवति. अपित् प्रत्ययः अपित् प्रत्ययः इत्यनेन चोकृष् योगः दि दि इति झल् अस्ति इत्यनेन ताळविषक वृश्चभ्रजसृजमृज यज राजभ्राज चशांशः इत्यनेन शकारस्य स्थाने शकार आदेशः भवति मूर्धन्यशकारः चोकृष् योगः दि चोकृष् दि धि दन्त्य दन्त्य इत्यनेन ष्ठुनाष्टुः कार्यं करोति शुनाष्टुः कार्यं करोति चोकृष् धि भवति जलां जश् जशि आम् जलां जश् जशि इत्यनेन परः जशि अस्ति डकारः चोकृड्ढि चोकृड्ढि इति भवति पुनः वदतु भगिनि एकवारं चोकृष् चोकृष् योगः हि प्रथमं हू जल्भ्यो हेदिः इति कार्यम् अस्ति वा इति चेत् न यतोहि शकारः झल् नास्ति अस्ति तदेव अस्ति एव किल अस्तु ऐ डिड् या या या चोकृष् योग चोकृष् योग हि इति हू जल्भ्यो हेदिः इत्यनेन चोकृष् शकारः अस्ति शकारः जल् अस्ति इत्यनेन हि स्थाने धि भवति सो चोकृष् योगः धि इति भवति अनन्तरं देन् चोकृष् योगः धि गुणकार्यं नास्ति सो देन् शकारस्य स्थाने शकार आदेशः भवति भ्रश्च भ्रश्च इत्यनेन सो चोकृष् मूर्धन्यशकारः योगः धि देन् ष्ठुनाष्टुः इत्यनेन धकारस्य स्थाने धकार आदेशः भवति चोकृष्डि भवति अनन्तरं जलां जश् जशि इत्यनेन शकारस्य स्थाने धकार आदेशः भवति चोकृड्ढि इति भवति चोकृड्ढि चतुर्थवर्णम् अपि द्वयोः अपि चतुर्थवर्णमेव शकारस्य स्थाने तृतीयवर्ण डकारः एव भवति चोकृड्ढि भवति समीचीनं तद् इतोपि एकं सूत्रम् आसीत् किल तत्र तत्र परन्तु न भवति डोडे लोप तद् नास्ति खलु न न न तद् न तद् न तद् न न न तत्र न जलोजरी सवर्णे तत्र जल् भवे हल् हल् उत्तरस्य जर् जर् इत्यस्य भवे हल् नास्ति खलु अत्र उकार अस्ति जरोजरि तत्र न भवति हल् हल् उत्तरस्य जरः जरि परे लोपः भवति लोपः विकल्पेन विकल्पेन जरोजरि वेण्डसिट् कार्यं फलः फलः परवर्णस्य जरि परे उकारी कृत्वा सत्यं सम्यक् चोकृजि आं भगिनि अग्रे अस्तु चोकृष् योगः तात् चोकृष् योगः तात् अपि प्रत्ययः गुणकार्यं नास्ति चोकृष् योगः तात् तात् इति जल् प्रत्ययः इत्यनेन भ्रश्च भ्रश्च कार्यं करोति चोकृष् मूर्धन्यशकारः भवति चोकृष् योगः तात् तात् सो शुनाशुः कार्यं करोति चोकृष् चोकृष् तात् भवति चोकृष्टात् देन् जलां जश् जशि इत्यनेन शकारस्य स्थाने चोकृष् शकारस्य स्थाने डकार चोक्रीडात् नो नो जलां जश् जशि जश् इति स्थाने तृतीय तृतीयवर्णः एव भवति खलु भगिनि सो जोक्रिड् डोकृड् तात् that doesn't sound na yet tata bhuktava samanya se chokrushtati eva kalu tatra takarah karvarnah kila cha kim krutavati chokrush samichinam chokrish varshya varshya so anantaram stutvam tadeva tavadeva atat cha iti karvarnah eva kila karvarnah eva kha tat tat प्रथमपुरुषविकल्पस्य तदेव खलु अत्रापि तत्र जष्ट्वं न भवति किल जषि परे नास्ति अन्यत् सूत्रमपि किमपि कार्यं न कृष्टात् अवगत नो नो भगिनि ऐ डिन्ट् गेट् इट् चोकृष् योगः तात् सो चोकृष् योगः तात् शकारः आदेशः भवति वर्श्च कार्यं करोति चोकृष् योगः तात् वयमेह चुत्वं अथवा चोकृष्टात् इति तात् करि इत्यनेन चुत्वमेव भवति तदेव उक्तवती कर्वर्णः एव किल इति सो करि इत्यनेन चत्वमेव भवति चत्वं न अष्टुत्वमेव स्तुत्वम् अनन्तरं अन्ते अस्ति चेत् तकार भवति अथवा दकार चोकृष्टात् अथवा चोकृष्टाद् इति भवति सामान्य तद् चोकृष्टात् चोकृष् डात् अपि तकारयोः सन्धिः न भवति तदेव श मूर्धन्यशकारः तन् अनयोः सन्धिः न भवति चोकृष्टात् तावदेव कर्वर्णः किल समीचीनं वा तावदेव अनन्तरं नास्ति किमपि नास्ति कर्वर्णस्य किमपि नास्ति खलु सन्धिसूत्र इत्यत्र तु ताम् इत्यत्र कृतवन्तः तादृशमेव तु तां सर्वत्र चोकृष्टं चोकृष्ट इत्यादि चोकृष्टम् एव भवति चोकृष्टं चोकृष्ट एव भवति समीचीनम् ओके देन् आनी आवाम चोकृष् योगः आनी आनी पित् प्रत्ययः चोकृष् योगः आनी सुगुणकार्यं भवति चोक्रोश् उपदा वयुसन्निषेध उपदा उपदा चोकृष् एव भवति उकारः उपदा अस्ति पुगन्तलघुपदस्य कार्यं करोति महोदय नाभ्यस्तस्य अचीपिति सार्व अभ्यस्तधातु इत्यनेन अभ्यस्त अङ्गम् इत्यनेन चोकृष् योगः आनी गुणकार्यं बाधितं भवति चोकृषानि एव भवति चोकृषानि चोकृषाकारः तत्र मध्ये व्यवधानमस्ति ओके ओके अट् अपि नास्ति कू अपि न अट् अस्ति कू कूप् शकारः व्यवधाने अस्ति आम् सो चोकृशानि चोकृशाव चोकृशाम एव भवति सम्यक् तावत् समीचीनं विजया भगिनी लङ् वदति वा आं महोदय अत्र लङ् सर्वत्र लुङ् लङ् लङ्क्षु अडुदातः इत्यनेन सर्वत्र अडागमः भवति एतदपि आद्यन्तौ टखितौ इत्यनेन पूर्व धातोः प्राक् भवति अतः सर्वत्र अडागमः भवति एव इदानीम् अ चोकृष् इति भवति अचोकृष् इति भवति इदानीम् अत्र लङ् तकारः अस्ति जल्वर्णः अस्ति अनन्तरम् अत्र शकारस्य स्थाने व्रश्च ब्रच्छ इत्यनेन तालवीयशकारस्य स्थाने ततः पूर्वम् आम् आमां ततः पूर्वम् अत्र पुगन्तलघुपदस्य च इत्यनेन कार्यं करोति अचो एकनिमिषं अचो अचो क्रुश् इति भवति, इदानीम् अचो क्रोश् इति भवति, अचो क्रोश् इति भवति. अत्र पुगन्तलघुपदस्य च इत्यनेन एव कार्यं भवति, अतः अचो क्रुश् इति भवति. इदानीं ब्रच्छ ब्रच्छ इत्यनेन तालव्यशकारस्य स्थाने मूर्धने शकारः भवति. अनन्तरं तत्र तकारः एतत्तु अत्र स्टुनाष्टुकु इत्यनेन न एतत् एकनिमिषं महोदय, अल्ग्याभ्यौ दीर्घात् श्रुति सपृक्तम् इत्यनेन तकारस्य लोपः भवति. अतः अत्र अचो क्रोश् तावदेव भवति. जलां जशोन्ते इत्युक्ते अचोक्रोड् अचोक्रोड् अचोक्रोड् अचोक्रोड् इति भवति. अचोक्रोड् जलां जशोन्ते इत्येन तृतीयवर्णः भवति. अतः अचो वावसाने अत्र रूपं द्वयं भवति. वावसाने इत्यनेन अचोक्रोड् अचोक्रोट् इति भवति. समीचीनम्. अनन्तरम् अत्र किमस्ति, ईत् अस्ति, अचो अचो अचो क्रुश् इति भवति. अचो क्रुश् अत्र ईतु भवति. ईत् तु नाभ्यस्तस्याचि प्रति सार्वधातुके इत्यनेन गुणनिषेधः भवति. अतः अत्र अचो अचो परन्तु अत्र ब्रच्छ ब्रच्छ इत्यनेन अपि अत्र न भवति किल, गीत न भवति, कार्यं न भवति. अतः तत्र वर्णमेलनमेव सत्यम्. अचो अचो अचो कुरुषि कुरुषीत् इति भवति. अचो क्रू अचो क्रूषीत् इति भवति. अचो कृषी अचो कृषीत् इति भवति. अचो पुरुषीत् अनन्तरं ताम् अस्ति. ताम् अत्र जल्वर्णः अस्ति. अनन्तरम् अत्र गुणकार्यं भवति. अतः पुगन्तलघुपदस्य च इत्यनेन अचो क्रोश् योगः ताम् अस्ति. इदानीम् अत्र एतत् आमामां व्रच्छ ब्रच्छ इदानीं पुगन्तलघुपदस्य च इति कार्यम् अभवत्. अचो क्रोश् इति भवति. इदानीं तालव्यशकारस्य स्थाने व्रच्छ ब्रच्छ इत्यनेन मूर्धने शकारः भवति. अतः अचो क्रोश् इति भवति. इदानीं जलं जष् इत्यनेन डकारः भवति. अचो क्रोड् इति भवति. अनन्तरम् अत्र स्टुनाष्टुः इत्यनेन स्टुत्वं भूत्वा अचो क्रोष्टाम् इति न अत्र अचो अत्र अचो क्रोष्टां तकारस्य स्थाने एव अत्र स्टुनाष्टुः कार्यं भवति. अतः एव अत्र अचो क्रोष्टाम् इति भवति. ताम् इति अत्र तु गुणः न भवति किल भगिनि, तामेव करोति किल भवती? आम् अचु आम् अत्र ताम् तादृशम परन्तु अत्र अचोकृष्टम् अत्र मूर्धने शकारस्य किमपि परिवर्तनं नास्ति एव न भवति किल. मूर्धन्यः व्रश्च ब्रश्च इत्यनेन मूर्धन्यः जातः. अनन्तरं तावदेव ताम् अस्ति. अतः तत्र स्टुनाष्टुः इत्यनेन अचो क्रोष्टाम् इति भवति. अत्र किमर्थं गुणः तत्र तु अपित् प्रत्ययः किल ताम् इति. आमाम् आं महोदय आमां समीचीनं समीतम्. अचो कृष्टाम् इति भवति. अचोकृष्टाम् इति भवति. समीचीनम्. अनन्तरं उः एतदपि नाभ्यस्तस्याचि पिति सार्वधातुके इत्यनेन गुणनिषेधः भवति. किमर्थं चेत् अत्र अजादि अपित् अस्ति. अतः तत्र अचो अत्र गुणनिषेधः एव अतः तत्र अचो कुरुषुः इति भवति सत्यं तावदेव तत्र किमपि नास्ति किमपि नास्ति अनन्तरम् अचो कृष् इति भवति अत्र सकारः प्रथमम् अत्र पुगन्धलघुपदस्य च इत्यनेन अचो क्रोश् इति भवति अचो क्रोश् अनन्तरम् अत्र व्रश्च ब्रच्छ इत्यनेन अचो क्रोश् इति भवति मूर्धन्य शकारः भवति अनन्तरं तत्र सकारः तु हल्ग्याभ्यात् दीर्घात् श्रुति सपृक्तम् इत्यनेन एतत् इति भवति अतः किमपि अत्र अचो क्रोश् एव तिष्ठति अतः व्रश्च ब्रच्छ कृतवती वा अत्र शकारस्य स्थाने व्रश्चभ्रश्च इत्यनेन मूर्धन्यशकारः भवति मूर्धन्यशकार तावदेव तिष्ठति अत्र अचो क्रोश् इति जलां जशोन्ते यदा प्रथमपुरुषे जलां जशोन्ते इत्यनेन अनन्तरं वा अवसाने इत्यनेन रूपं द्वयं भवति अचो क्रोड् इति भवति अचो क्रोट् इति रूपं द्वयं भवति समीचीनं सम्यक् अनन्तरम् ईः यत् अस्ति एतदपि नाभ्यस् तस् याचि पिति सार्वधातुके इत्यनेन अत्र गुणनिषेधः भवति अचो कुरुषीत् इति भवति अचो कुरुषीत् इति भवति क्रु एव किल आमामाम् अत्र ईः भवति ईः अचो कृषीः इति भवति ईः अनन्तरं तत्र तम् अस्ति अत्र अचो कृष्टम् इति भवति अचोकृष्ट इति भवति तावदेव अचोकृष्ट अनन्तरम् अचोकृष्टं अनन्तरम् अम् अस्ति एतदपि अत्र नाभ्यस्तस् याचिप् इति सार्वधातुके इत्यनेन गुणनिषेधः भवति अतः अम् योजनेन वर्णमेलनमेव अत्र अचो न अत्र अचो कृष् इति अस्ति तत्रापि व्रश्चभ्रश्च इत्यनेन कार्यं भवति अतः तत्र मूर्धन्यशकारः भवति अत्र अपि जलां जशन्ति इत्यनेन तृतीयवर्णः अनन्तरम् अम् अम् योजनेन आम् अत्र अचो कृशम् इति भवति अचो कृशम् इति भवति अनन्तरं बहमः अत्र एतत् अचो कृष्मः इति भवति विसर्गः नास्ति अचो कृष्व आम् अत्र विसर्गः नास्ति एव लङ्लकारे अतः तत्र अचो कृष्व अचो कृष्म इति भवति समीचीनं भगिनि धन्यवादः अरुणा भगिनी अस्तु किमपि तत्र क्लेशः वा तत्र तस्याः समस्या अस्ति आसीत् किल इदानीं योजितवती अस्तु महोदय भवान् विधिलिङ्ग् करोतु महोदय विधिलिङ्गे अस्य विधि चोकृष्यात् आगतवती चोकृष्यात् अत्र किमपि नास्ति किमपि केवलं वर्णवर्णमस्ति चोकृष्यात् चोकृष्यातं चोकृष्युः चोकृष्याः चोकृष्यातं चोकृष्यात चोकृष्यां चोकृष्याव चोकृष्याम् इति समीचीनं कृष् इति आह्वाने रोदने च भुवादिगणीयः एव क्रोशते आक्रोशः इति तदेव खलु आक्रोशः सत्यं कृदन्तरूपं पश्यामः तदेव आक्रोशः क्रोशन्ति क्रोष्टा क्रोष्ट्री कृच् रूपम् अत्र कृष् एव आह्वाने अनन्तरं रोदने इति अस्ति परन्तु यत्र उपसर्गं योजनेन उपसर्गे धातुः बलात् अन्यत्र नीयते, अतः एव अत्र भवान् इदानीम् उक्तवान् खलु आक्रोशः इति भवति, विपरीत विपरीत अर्थेन आगच्छति, बलात् अन्यत्र नीयते. आहारसंहारविहारवत् रोदने इति अर्थे आक्रोशनं समीचीनं, तदपि अत्र परिवर्तनं नास्ति, तादृश किञ्चित् एव अत्र आहारविहार इति नास्ति, संहार तत्र अस्ति, संहार विहार आहार इतर हृदातोः परिवर्तनं भवति, परन्तु तत्र आङ् इति उपसर्ग कृष् कृच् धातुः, आक्रोशमपि परिहासम् आकलयन्ति इति उक्तम्, आक्रोशो निन्दा अपवादः, आक्रोश अपवादः अस्ति, प्रादेशिकभाषा तदेव अस्ति अस्ति कन्नडभाषा आक्रोश, आक्रोशति निन्दति अवक्षिपति परिवदति इत्यस्मिन् अर्थे अस्ति. अस्तु अरुणा भगिनी, इदानीं सम्यक् अस्ति वा भवत्याः बहिः अस्ति वा? ओ अस्तु अस्तु, प्रयाणं कृतवती, इण्टर्नेट् कनेक्षन् अस्तु, केवलं श्रुतम् अस्तु अस्तु. महोदय अग्रिमधातुः केवलम् आरम्भं करोतु, लट् प्रायः अग्रिमसप्ताहे अनुवर्तयामः. चरि कृष् कृष् धातु शकारान्त कृष् कृष् अत्र तत्र किमस्ति अत्र रूप ऋतुपदस्य खलु, तत्र ऋतुपदस्य रीक् रिक् रिकौ आदेशः, त्रयः आदेशः भवितुमर्हन्ति तत्र, अत्र री इति अस्ति, चरि कृष् इति तत्र, अनन्तरं कुत्वं तत्र चत् क्षमतां को कुहोश्चुः, चरि कृष् इति अस्ति, चरि कृष् योग चरि कृष् योग ति इति अस्ति, चरिकृष् योग ति इत्यस्मिन् इदानीं गुणः भवति ति इत्यस्य, चरिकर्ष् योग चरिकष्टि इति भवति, तत्र अष्टुत्वं भवति, चरिकष्टि चरिकष्टि इति चरिकृष् योग इति चरिकृषीति इति भवति, किमपि नास्ति त इति अस्ति अत्र, तत्रापि गुणबाधा भवति किल, कृषि नास्ति, चरि कृषिः कृषीति एव भवति अत्र, इति गुणबाधा अस्ति, इति उपदा तत्र उपदायाम् अस्ति खलु तत्र, तत्र गुणः न भवति, चरि कष्टि इति अस्ति, ति प्रत्ययपरे इति प्रत्ययपरे नाभ्यस्तचिपि इति इत्यनेन चरि कृषि कृषीति इति भवति, चरीकृष्टः इति भवति अत्र, चरीकृष्टः चरीकृषति इति भवति, अति इत्यस्य गुणः नास्ति अत्र, चरीकृष्योगसि अत्र, चरीकर्ष्योगसि चरीकर्ष्योगसि चरीकर्कयोगसि चरीकर्क्षि इति भवति, चरिकर्क्षि इति तत्र कुत्वं षडोकः सि अनन्तरम् आदेशप्रत्ययोः, चरिकर्क्षि इति चरीकृषीषि इति भवति तत्र वर्णमेलनं, चरीकृष्टः चरीकृष्ट इति अत्र अष्टुत्वमेव, चरिकर्ष्मि इति भवति अत्र, चरिकर्ष्मि इति अस्ति, चरीकृषीमि इति अत्र गुणः न भवति, चरिकृष्वः चरिकृष्मः इति अत्र किमपि कार्यं नास्ति, तर्हि चरिकष्टि चरिकृषीति चरिकृष्टः चरिकृषति चरिकर्क्षि चरिकृषि चरिकृषीषि चरिकृष्टः चरिकृष्ट चरिकर्ष्मि चरिकृषीमि चरिकृष्वः चरिकृष्मः इति रूपाणि. समीचीनं सम्यक् भगिनी उषा भगिनी, लोट् वक्तुं शक्यते वा, अग्रिमसप्ताहे कुर्मः वा? प्रयत्नं करोमि भगिनी, बट् ऐ केन् डू इट् वेरि फास्ट्. अस्तु अस्तु, नास्ति चिन्ता, प्रयत्नं करोतु अथवा अग्रिमसप्ताहे अपि. ओके ओके, चरीकृष् योगः तु पित् प्रत्ययः, गुणकार्यम् अस्ति चरीकृष् कृष् इति कर्ष् इति भवति, चरिकर्ष् योगः तु तेन ष्टुनाष्टुः कार्यं करोति, चरिकर्ष् चरिकर्ष्टु इति भवति. चरीकृष् योगः ई तु चरीकृष् योगः ई तु गुणकार्यं बाधितं भवति. पित्प्रत्ययः गुणकार्यं बाधितं भवति. चरीकृष् योगः ई तु चरीकृषि कृषितु एव भवति. तात् तात् अपि प्रत्ययः चरीकृष् योगः तात् तात् श्रुत्वमेव भवति. चरीकृष् चरीकृष्टात् एव भवति. अनन्तरं चरीकृष् योगः तां चरीकृष् योगः तां चरी अपि प्रत्ययः चरीकृष्टाम् एव भवति. अनन्तरं चरीकृष् योगः अतु चरीकृष् योगः अतु अपि प्रत्ययः चरीकृष्टतु एव भवति. कृषतु चरीकृष् योगः अतु चरीकृषतु आं भगिनि. चरीकृष् योगः हि कृष् शकारः झल् अस्ति. झल् अस्ति इत्यनेन हि स्थाने धि भवति. चरीकृष् योगः धि चरी कृष् योगः ढि इति भवति. चतुर्थवर्ण ढि भवति. चरी अनन्तरं जलां झष् झषि इत्यनेन शकारस्य स्थाने तृतीय डकारः भवति. चरी कृढि भवति. अनन्तरं अनन्तरं चरीकृष् योगः तात् चरीकृष् योगः तात् गुणः नास्ति. चरीकृष् तात् एव भवति. चरीकृष् तात् अनन्तरं चरीकृष् योगः तं चरीकृष्टं चरीकृष्ट एव भवति. अनन्तरम् आनि आव आम अपित् प्रत्ययः चरीकृष् योगः आनि अभ्यस्त धातु इत्यनेन अत्र गुणकार्यं बाधितं भवति. चरीकृशानि चरीकृष् णत्वम् अस्ति वा णत्वं चरीकृ ऋकारः च चरीकृश्च अट् कुप् आङ्नुं व्यवाये अपि समानपदे अपि अस्ति. सो अट् इति सो चरीकृशानि चरीकृशाव चरीकृशाम इति सम्यक् सम्यक् समीचीनं भगिनी. वेगेन एव कृतवती. लङ् विधिलिङ्ग् वयम् अग्रिमसप्ताहे कुर्मः. इतोपि धातु त्रयमेव अवशिष्टं वावस् जागाः जो गुः इति. तत् समाप्य अग्रे गच्छामः. इतोपि किञ्चित् एव अवशिष्टं पाठे. भगिनि एकः प्रश्नः अस्ति. दीर्घरुकारः अस्ति चेत् ऋतौ धातोः न क्रयः करोति भवति भगिनि. कस्य न भवति कस्य किं ऋत्वं विसर्गं वा ऋत् धातोः इत्येन न ऋकारस्थाने हस्व इकार अस्ति इति एकं सूत्रमस्ति न भगिनि. न ऋत् ऋत इ धातोः न भवति. ऋत इ धातोः न भवति खलु तत्र किमर्थं कुत्र महोदय तत्र दीर्घऋकारः अस्ति चेत् ऋते धातोः भवति वा इति प्रश्नः. तत्र तत्र किमस्ति अपि च अङ्गकार्यमस्ति अत्र यङ्ग्लुक्ति न भवति अत्र तत्र सूत्रं किं वर्पाणि ऋत इद् धातोः इत्यत्र वा नो नो रीक् धातु रीक् आदेशः रीक् आदेशः तु अस्माकं ऋत इङ्ग् वा किमपि ऋतश्च ऋतश्च ऋतश्च ऋतुपदस्य 7492 ऋतश्च ऋतश्च इत्यनेन पूर्वमस्ति खलु तत्र ऋतुपदस्य इति ऋतुपदस्य इति अस्ति. अनन्तरं भवति ऋतश्च इति अनन्तरं भवति. अत्र वयं दृष्टवन्तः खलु आम् रीक् इति तत्र वयं दृष्टवन्तः सामान्यतः अन्तिमस्य कृत्वा अनन्तरम् उपादायं करोति स्टान् फोर् 90, 91, 92 इति तत्र सूत्रक्रमेण आसीत् किल. धन्यवादः. अस्तु अस्तु, समापयामः. धन्यवादाः. धन्यवादः. धन्यवादः भगिनि. नमस्कार. धन्यवादः भगिनि. शुभरात्रि. धन्यवादः महोदय. धन्यवादः. बट् इट् इस्